नमस्कारः। इदानीं तृतीयविभक्तिः इति विषयः। गतसप्ताहे वयं दृष्टवन्तः रूपं किं, पुल्लिङ्गे स्त्रीलिङ्गे च एकवचनान्तरूपं किं भवति, देवः इत्यस्य किं भवति देवेन, रामः रामेण, तत्र ऋणत्वम् अस्ति, ऋणत्वमिति विषयमपि दृष्टवन्तः खलु, ऋणत्वं अस्तु। तर्हि देवः इत्यस्य देवेन, अनन्तरं बालकः बालकेन खलु, तृतीयविभक्तिः। इदानीं यानं नपुंसकलिङ्गे किं भवति, यानेन, तदेव भवति यानम् इत्यस्य न यानेन। अनन्तरं नदी, नद्या समीचीनमस्ति। लतया समीचीनम् इति रूपं दृष्टवन्तः। अनन्तरं प्रयोगद्वयं वयं दृष्टवन्तः, साधनं, यत्र साधनमस्ति तत्र साधनं, तत्र तृतीयविभक्तिः भवति। अनन्तरं भावः, भाववाचकः, अत्र वा भावसूचकः, तत्र भाववाचकानामपि अपि शब्दानां तृतीयविभक्तिः भवति इति वयं दृष्टवन्तः। अस्तु, इति तृतीयविभक्तिः। इदानीम् अस्मिन् विषये अग्रे गमिष्यामः। ततः पूर्वं णत्वम् इत्यस्य पुनस्मरणं कुर्मः एकवारं। णत्वं कुत्र भवति इति नाम एकस्मिन् शब्दे निमित्तं किं, रेफः, कृष्णऋकारः, कृष्ण षकारः एकस्मिन् पदे अस्ति चेत् तत्र एकस्मिन् पदे नकारः अस्ति चेत् नकारस्य स्थाने णकारः भवति खलु। तत्र मध्ये के वर्णाः भवितुम् अर्हन्ति, स्वरः व्यञ्जनः अस्ति चेत् नकारः भविष्यति। मध्ये स्वराः सन्ति चेदपि नकारस्य णत्वं भवति। अनन्तरं व्यञ्जनेषु कवर्गीय व्यञ्जनानि अपि च पवर्गीय व्यञ्जनानि सन्ति चेत् मध्ये अपि नकारस्य णत्वं भवति। व्यञ्जनं नाम कान्सनेण्ट्। अस्तु, वर्णः इति वदामः, लेटर् च वर्गस्य च वर्णाः अस्ति चेत् सन्ति चेत् नकारं भविष्यति, नाम बाधा अस्ति, नकारस्य स्थाने णकारः न भवति। इदानीं माध्यमं, यत्र तृतीयविभक्तिः तत्र माध्यमम् अस्ति चेत् तत्र वदन्तु विषयः, नाम उदाहरणं किमपि, नाम स्यूतः अस्ति अत्र पुस्तकं, स्यूते पुस्तकमस्ति चेत् अहं किं नयामि, पुस्तकं नयामि, समीचीनमस्ति, अहं स्यूतेन पुस्तकं नयामि। अनन्तरं वदतु, समीचीनमस्ति, समीचीनमस्ति, उत्तमम्। अनन्तरम् अभिनन्दने तत् लिखामि, लेखनी, अहं लेखन्या लिखामि, समीचीनमस्ति। अस्तु, अन्यत् उदाहरणं सर्वे चिन्तयन्तु। खादामि, हस्तः, चमसः, चमसेन वचनं खादामि अहम् अनन्तरं सर्वे वदन्तु कुञ्चिकया तालम् उद्घाटयामि समीचीनमस्ति कुञ्चिकया तालं तालम् उद्घाटयामि अनन्तरं पादेन चलयामि पादाभ्यां पादाभ्यां चलयामि पादाभ्यां चलामि यतोहि तत्र द्विवचनमस्ति पादेन यस्य एव एकम् एव पादः यस्य एक एव पादः अस्ति चेत् पादेन किन्तु भवतः पादद्वयमस्ति पादाभ्याम् अस्तु अनन्तरं वस्त्रेण मुखं मार्जयामि अहं वस्त्रेण मुखं मार्जयामि अस्तु समीचीनं राजशेखरमहोदय अन्यत् उदाहरणमस्ति वा मनसि अहं हस्तेन करदीपं स्वीकरोमि उदाहरणं समीचीनमस्ति अस्तु अग्रे गच्छामः इदानीं इदानीं अभिनवं कृपया पठतु सः इति शब्दः यत्र भवति तत्र तृतीया विभक्तिः भवति उदाहरणं पिता पुत्रेण सह नगरं गच्छति अभ्यासः वाक्यरचनार्थं सहायकानां त्रयाणां शब्दानाम् आधारेण वाक्यानि रचयत् यथा रचयत् यथा लक्ष्मणः रामः वनं लक्ष्मणः रामेण सह वनं गतवान् रविः मित्रं नगरं रविः मित्रेण सह नगरं गतवान् गोपालः शिवः सम्भ्रमणं सम्भाषणं गोपालः शिवेन सम्भाषणं करोति पुनः वदतु गोपालः शिवेन शिवेन सह सम्भाषणं करोति गोविन्दः भवत्या सह चर्चां कृतवान् माता पुत्री बन्धुगृहं माता पुत्र्या सह बन्धुगृहं गतवान् गतवती पुत्र्या यथा नदी नद्या पुत्री पुत्र्या अस्तु अग्रे राजशेखर महोदय अग्रे सः भगिन्याः भगिन्या कलहं करोति समीचीनं किन्तु सः इति अपि अस्ति खलु सः सः इति सर्वनाम पृथक् अस्ति भिन्नम् अस्ति अत्र सः सः इति नाम सहित इति अर्थः सहित सः भगिन्याः कलहं करोति न सः भगिन्या सह सः भगिन्याः सह कलहं करोति पुनः वदतु सः भगिन्याः सह भगिन्याः भगिन्याः न विसर्गः नास्ति खलु पुनः वदतु भगिन्या सः भगिन्या सह कलहं करोति. अवगच्छति वा? अवगच्छतु, अवगच्छामि. अस्तु, सुब्रह्मण्य महोदय अग्रे. राजा सैनिकाः सह युद्धार्थं गतवान्. कः? षष्ठवाक्यं, षष्ठवाक्यं. कः भवान्? कः सः भवान् आगतवान्? कः अत्र भवान् इति उक्तमस्ति. भवान् अत्र, भवान् इति अत्र हलन्तशब्दः अस्ति. वयं न जानीमः अत्र न भवेत्, अत्र एतादृशं वाक्यं न स्यात्, किन्तु अस्ति. किमस्ति? भवत् इति मूलशब्दस्य मूलरूपमस्ति भवत्. भवत् भवान् इति मूलरूपमस्ति भवत्. तत्र तृतीया भवति भवता. तर्हि वाक्यं किं भवति? भवता सह आगतवान्. अग्रे अभिनव. राजा सैनिकाः युद्धार्थम्. अत्र बहुवचने अस्ति. बहुवचनान्तरूपं वदामि एकवारं. गते सप्ताहे वयम् एकवचने वयम् अवलोकितवन्तः. इदानीं बहुवचनान्तरूपाणि कानि इति पश्येम. तर्हि गते सप्ताहे पुल्लिङ्गे किम् किं कः शब्दः आसीत्? तत्र गते सप्ताहे वयं दृष्टवन्तः देवः इत्यस्य एकवचने किं भवति? देवेन. देवेन एकवचने. इदानीं बहुवचने भवति देवैः. देवैः, देवैः ऐकारः विसर्गः. देवैः. तर्हि एकवचने देवेन, बहुवचने देवैः. लिखन्तु. एकवचने देवेन, बहुवचने देवैः. पुल्लिङ्गशब्दः. इदानीं नपुंसकलिङ्गशब्दः यानम्. एकवचने किं भवति? यानेन. बहुवचने, तत्र अहं वदामि पुल्लिङ्गशब्दः नियमः अस्ति. पुल्लिङ्गशब्दः नपुंसकलिङ्गशब्दः, तत्र रूपभेदाः सन्ति. प्रथमाविभक्ति, द्वितीयविभक्ति, अनन्तरं तृतीयविभक्तितः सप्तमी पर्यन्तं समानं. सर्वेषु वचनेषु, सर्वासु विभक्तिषु समानम् अस्ति. तर्हि यानम् अस्ति एकवचने यानेन, बहुवचने यानैः. भेदः नास्ति. प्रथमाभक्तवान् जानीमः, नाम देवः इत्यस्य बहुवचनं किं, बहुवचनात् रूपं किं? देवः. देवाः. एकवचने देवः, बहुवचने देवाः. देवाः. इदानीं यानं, बहुवचने यानानि. यानाः. प्रथमाविभक्तौ यानं, यानानि. यानानि अस्ति. यानानि. प्रथमाविभक्तौ, द्वितीयविभक्तौ च तत्र रूपभेदः अस्ति. तृतीयतः सप्तमी पर्यन्तं भेदः. अतः देवः बहुवचने किं भवति? देवाः. इदानीं देवः इत्यस्य एकवचने द्वितीयविभक्तिरूपं किम्? देवं. बहुवचने देवान्. देवान्. तर्हि देवः, देवाः, देवं, देवान्. इदानीं यानं, यानं किं भवति? यानं, यानानि. यानानि. अनन्तरं द्वितीय यानं, यानानि. तत्र भेदः अस्ति. तृतीयतः सप्तमी पर्यन्तं भेदः अस्ति. अवगच्छति वा? तृतीय भेदः नास्ति. तृतीय तृतीयविभक्ति आरभ्य सप्तमी पर्यन्तं वेदः नास्ति. तृतीय चतुर्थी पुल्लिङ्गे नपुंसकलिङ्गे च तृतीयविभक्ति चतुर्थी पञ्चमी षष्ठी सप्तमी तत्र रूपभेदः नास्ति. पञ्चम प्रथमाविभक्ति द्वितीयविभक्ति तत्र रूपभेदः अस्ति. अवगच्छति? हा अस्तु. तर्हि देवः देवाः खलु एकवचने बहुवचने च देवः देवाः. द्वितीयविभक्तिः द्वितीयविभक्ति हा बहुवचने बहुवचने देवैः. द्वितीयविभक्ति अपि न महोदय देवान् देवान् वयं प्रचुर अभ्यासं कृतवन्तः. द्वितीयविभक्तौ बहु अभ्यासं वयं कृतवन्तः. देवान् अस्ति, देवः देवाः, देवं देवान् इति अस्ति. इदानीं यानं यानं बहुवचने यानानि. द्वितीयविभक्तिः द्वितीयविभक्ति यानं यानानि पुनः. अनन्तरं तृतीय यानं यानानि. अनन्तरं तृतीयविभक्तिः तत्र तस्मात् आरभ्य सप्तमी पर्यन्तं भेदः नास्ति. भेदः नास्ति तत्र. वस्तुतः वस्तुतः इन् रियालिटि वस्तुतः तत्र वचनत्रयमस्ति. एकवचनं द्विवचनं बहुवचनं. द्विवचनं वयं न जानीमः इदानीं, वयं न जानीमः. किन्तु तत्रापि तत्र अपि नियमः तथा. नाम प्रथमाविभक्तिः द्वितीयविभक्तिः तत्र रूपभेदः अस्ति. अनन्तरं तृतीयविभक्तितः सप्तमीविभक्तिपर्यन्तम् एकवचने द्विवचने बहुवचने भेदः नास्ति. इति नियमः अस्ति. तर्हि प्रथमाविभक्तौ द्वितीयविभक्तौ च तत्र एकवचने बहुवचने पुल्लिङ्ग नपुंसकलिङ्गयोः साम्यमस्ति. परन्तु तृतीयविभक्ति आरभ्य सप्तमीविभक्तिपर्यन्तं भेदः अस्ति. क्षम्यतां, विपरीतरूपेण अहम् उक्तवान्. तत्र भेदः अस्ति प्रथमा द्वितीय च. अनन्तरं तृतीय आरभ्य सप्तमीपर्यन्तं तत्र साम्यमस्ति. साम्यमस्ति भेदः नास्ति. द्वितीय अन्यनियमः अस्ति. अहं पूर्वमपि उक्तवान् यत् नपुंसकलिङ्गे प्रथमाविभक्ति द्वितीयविभक्ति समानं, तत्र रूपं समानं भवति. यानं यानानि यानं यानानि अत्र सर्वत्र समानमस्ति. अस्तु. तर्हि इदानीम् अभिनवमहोदय भवतः वाक्यमासीत् खलु. इदानीं स्त्रीलिङ्गे अपि वक्तव्यमस्ति. स्त्रीलिङ्गे बहुवचने. तर्हि एकवचने नदी किं भवति? एकवचने तृतीयविभक्तौ नद्या खलु. नद्या लता लतया लता लतया. लता नाम प्रथमाविभक्तौ. तृतीयविभक्तौ लतया. नदी प्रथमाविभक्तौ. तृतीयविभक्तौ नद्या खलु. इदानीं बहुवचने बहुवचने किमस्ति? लताभिः लताभिः भि उपसर्गः लताभिः. नदी अपि तथा. नदी नदीभिः. तर्हि लतया लतया लताभिः नदी नद्या नदीभिः इति अस्ति. हा, सर्वे वदन् सर्वे लिखन्तु एकवारं. किञ्चित् अभ्यासं कुर्मः इदानीम्. अहं शब्दं वदामि, भवन्तः तृतीया विभक्ति एकवचने बहुवचने च वदन्तु. हा अस्तु. बालकः, बालकेन, बालकैः. हा समीचीनमस्ति. इदानीं बालिका, तर्हि लता इति लतया लताभिः, बालिका बालिकया बालिकाभिः, बालिकाभिः. अस्तु. इदानीं समुद्रं, समुद्रः, क्षम्यतां, समुद्रः अस्ति पुल्लिङ्गशब्दः, समुद्रः. एकवचने समुद्रेण, खलु? रेफा अस्ति समुद्रेण. अत्र समुद्रेण मध्ये के के वर्णाः सन्ति? रेफः नकारः, तत्र मध्ये के के वर्णाः सन्ति? अ, म, उ, द, हलन्त, रेफः, अ, एण्ड् विसर्गः, समुद्रः, अकारः, इदानीं विसर्गः. हा समुद्रः. हा इदानीं एकनिमेषः, कार्यम् इदानीम् अस्ति, पुनः करोतु. इदानीं तृतीया विभक्तिः, पुनः लिखतु. अ, म, उ, द, र, एतत् सर्वं समानमस्ति. अनन्तरं किमस्ति तृतीयविभक्तौ? एकारः लिखतु, एकारम्. अनन्तरं न, दन्त्यनकारः न, न, अस्तु, मुडनकारं लिखतु. अण, अण, अण, हलन्त्, अण, हलन्त्, अपि च अकारः. अत्र नकारः, दन्त्यनकारं लिखतु न. अस्तु, उपविशतु. इदानीं तृतीय, यथा देवेन, अत्र नकारः भवति स्म, देवेन, यानेन, अत्र नकारः भवति स्म खलु? किन्तु अत्र रेफः अस्ति, अत्र समुद्र, अत्र रेफः अस्ति, अस्ति न वा? तर्हि समुद्र ए, अत्र रेफस्य प्रभावेन नकारस्य स्थाने अण भवति, नकारस्य स्थाने न भवति. किमर्थं? रेफः. इदानीम् अस्माभिः द्रष्टव्यं, वयं द्रष्टुमिच्छामः यत् रेफ नकारयोः मध्ये के के वर्णाः सन्ति. कः वर्णः अस्ति मध्ये इदानीम्? किन्तु वर्णः अस्ति खलु, लेटर् अस्ति न वा? नाम स्वरः अपि व्यञ्जनमपि स्वरः खलु, नाम वर्णः खलु. स्वरः नाम वाव, व्यञ्जनं नाम कान्सनेण्ट्, वर्णः नाम लेटर् अथवा अक्षरम् अथवा वर्णः. अत्र वर्णः, एते सर्वे वर्णाः, एते सर्वे वर्णाः. अत्र रेफ नकारयोः मध्ये एकारः अस्ति, अस्ति वा? तर्हि अयम् एकारः, तत्र नकारस्य अणत्वं, तत् तदर्थम् एकारः बाधा अस्ति वा? बाधा, बाधा नाम आब्स्टकल्. एकारः बाधा अस्ति वा? अस्ति न, न, नकारस्य स्थाने नकारः भवति खलु, अतः एकारः अस्ति किन्तु बाधा नास्ति. एकारः अस्ति किन्तु बाधा नास्ति. सो नकारस्य स्थाने णकारः भवति. सर्वे अवगच्छन्ति वा? तर्हि अत्र एकारः अस्ति, नाम यः कोऽपि स्वरः मध्ये भवति तत्र बाधा न भवति. यः कोऽपि स्वरः मध्ये अस्ति, अवगच्छति वा? तर्हि अत्र समुद्रेण, अनन्तरं बहुवचने, समुद्रैः ज्ञानं यानेन यानैः इदानीम् आसन्दः आसन्देन आसन्दाभ्यां न तत्र आसन्द इति पुल्लिङ्गशब्दः अस्ति अपि च बहुवचने किं भवति किम् अस्ति आसन्देन आसन्दैः इदानीं पुत्रः पुत्रेण पुत्रेण पुत्रैः पुत्रेण इति अस्ति तत्र लता लतया लताभिः इदानीं नदी नद्या नदीभिः अस्तु समीचीनम् अस्तु राजशेखरमहोदय कुञ्चिका कुञ्चिकः कुञ्चिकया न कुञ्चिकया इति एकवचने बहुवचने बहुवचने कुञ्चिकै न स्त्रीलिङ्गे किं भवति कुञ्चिकाभिः महिला महिला महिलया महिलाभिः समीचीनमस्ति अनन्तरं लेखनी लेखनीभिः समीचीनमस्ति मरीचिका मरीचिका मरीचिकया मरीचिकाभिः समीचीनम् इदानीं विद्यार्थिनी विद्यार्थिन्याभ्यां कुतः आगतः भ्यामिति विस्मरतु भ्यामिति द्विवचने अस्ति शृणोतु अत्र नदी इत्यस्य किं भवति नदी नद्या नद्या नदीभिः बहुवचने नद्या नदीभिः विद्यार्थिनीभिः इत्यस्ति अस्तु इदानीं विमानं विमानेन विमानैः समीचीनमस्ति इदानीं सङ्ग्रहः सङ्ग्रहेण सङ्ग्रहैः इदानीं रक्षा रक्षया रक्षाभिः समीचीनमस्ति इति स्पष्टमस्ति इदानीं अग्रे गच्छेम इदानीं तर्हि यानेन अनन्तरं यानैः अस्तु इदानीम् अष्टम अस्तु सुब्रह्मण्यम् अग्रे सप्तमवाक्यं राजा सैनिकैः सह युद्धार्थं गतवान् अस्तु इदानीं अभिनवमहोदय अग्रे गीता सखीभिः सह प्रवासार्थम् अगच्छत् समीचीनमस्ति अत्र सख्यः इति लिखितमस्ति खलु सख्यः एकवचने किमस्ति सखी सखी इति वदतु सखी सखी सख्या पुनः वदतु सखी सख्या सखी भी सखी भी अस्तु अग्रे भगिनी वैद्यः वैद्यः वैद्यः अस्वस्थ अस्वस्थैः अस्तु अस्वस्थैः वैद्यः अस्वस्थैः सह सम्भाषणं करोति समीचीनमस्ति अस्तु इदानीं संध्या भगिनी अग्रे काः भवत्यः आगच्छन्ति काः एकनिमेषः अत्र भवत्यः जानाति वा भवत्यः इति एकवचने किं भवति भवत्याः इति अस्ति इति बहुवचनं इति बहुवचने अस्ति भवतीभिः समीचीनं वदतु सुखाः भवतीभिः सः आगच्छन्ति समीचीनमस्ति अस्तु इति सः इति विषयः इदानीं वयम् एकम् वयं सर्वे एकं वाक्यं वदामः इदानीं वाक्यं चिन्तयन्तु राजशेखरः सः इति अस्य प्रयोगम् उपयुज्य वदन्तु वदतु एकं वाक्यम् अभिनवने वदतु अहं द्विचक्रिकया सह आपणं गच्छामि वस्तुतः तत्र सः इत्यस्य आवश्यकता नास्ति वाक्यं समीचीनमस्ति यतोहि वयम् अध्येतुं वयम् अध्ययनं कर्तुं शक्नुमः अत्र द्विचक्रिका इति साधनमस्ति खलु साधनं सो यु डिडन्ट् गो देयर् अकम्पनीड् बै द बैसिकल् यु वेंट देयर् विया द बैसिकल् साधनमस्ति अतः सः इति न आवश्यकं पुनः वदतु तदेव वाक्यं वदतु अहं द्विचक्रिकया आपणं गच्छामि इति वाक्यमस्ति तत्र सः इति न अपेक्षितं सः केवलं पुरुषाः केवलं मानवाः इति न वदामि तत्र पशवः अपि सन्ति पशुः पशुः भवितुमर्हति अपि च अन्येषु सन्दर्भेषु अपि भवितुम् अर्हन्ति किन्तु इदानीं चिन्तयन्तु मानवः मानवविषयः तत्र सारल्यम् अस्ति सुब्रह्मण्यमहोदय वदतु अस्तु अग्रे अहं मम पुत्र्या सह चलनचित्रमन्दिरं गतवती अस्तु अहं मम भगिन्या सह आपणं गतवती अस्तु समीचीनं राजशेखरमहोदय वाक्यं वदतु रामः रावणेन सह युद्धं करोति समीचीनम् अस्तु अहं पुस्तकेन सह ग्रन्थालयं गच्छामि भवितुमर्हति रावणः विभीषणेन सह युद्धं करोति अस्तु समीचीनं पुस्तकेन सह भवितुमर्हति पुस्तकेन सह भवितुमर्हति तत्र माध्यं नास्ति खलु साधनं नास्ति अतः भवितुमर्हति अस्तु अग्रे विना इति विषयः अभिनवमय कृपया विना इत्यस्य शब्दस्य योगे तृतीया विभक्तिः भवति उदाहरणार्थं धनेन विना कोऽपि न जीवति सूचना विना शब्दस्य योगे द्वितीया विभक्तिः पञ्चमी विभक्तिः चापि भवति अभ्यासः कैः विना कः किं कर्तुं न शक्नोति, किं न करोति, किं करोति इति वदत्। यथा लेखनी लेखन्या विना हरिः लेखितुं न शक्नोति, कर्तुं न शक्नोति कार्यं, कार्येण विना रामः स्थातुं न शक्नोति। समीचीनमस्ति। कार्येण विना रामः स्थातुं न शक्नोति। सुब्रह्मण्य महोदय अग्रे। उपनेत्रेण विना सः द्रष्टुं न शक्नोति। समीचीनमस्ति। राजशेखर महोदय अग्रे। उपनेत्रं सः द्रष्टुं न शक्नोति। सो उपनेत्रेण सः द्रष्टुं न शक्नोति। अस्तु, सन्ध्या भगिनी। पादरक्षा स्वपादरक्षया विना सा चलितुं न शक्नोति। आसन्देन विना एषः उपवेष्टुं न शक्नोति। दन्तेन अत्र दन्ताः अस्ति वचनं पुनः वचनं बहुवचनमस्ति। समुद्रैः दन्तैः दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति। समीचीनमस्ति। अस्तु, न करोति आत्मविश्वासेन विना सः कार्यं न करोति। कार्यानेन विना धनिकः सञ्चारं न करोति। समीचीनमस्ति। अस्तु, राजशेखर महोदय अग्रे। इदानीम् अष्टमवाक्यम् अष्टमवाक्यं कूर्चेन विना चित्रकारः चित्रं न लिखति। कूर्चेन विना चित्रकारः चित्रं न लिखति। समीचीनम्। अत्र कूर्चः कूर्चेन अत्र णत्वं भवति वा? सन्ध्या भगिनी, णत्वं भवति वा? कूर्चः कूर्चः तृतीयविभक्ति किम्? अत्र अणत्वं भवति वा? अणत्वं रेफा अस्ति खलु, परन्तु मध्ये अक्षरं नास्ति। चकारः अस्ति खलु, एकारः कुचे च अस्ति, तर्हि बाधा अस्ति वा? अहं चिन्तयामि यदि रा और रेफा और न आफ्टर न एव, सो आई थॉट देयर हैज टू बी अ रा एंड अ न एंड समथिंग इन बिटवीन फॉर दैट रोल, बट देयर इज नो न। ओ एना, ओके। प्रथमतया वदामि, प्रथमतया वदामि, मध्ये रेफा नकारयोः मध्ये किमपि नास्ति चेदपि भवति। किन्तु वदामि, रेफा नकारयोः मध्ये किमपि नास्ति चेदपि भवति। उदाहरणार्थं पूर्णः इति शब्दः जानाति वा? पूर्णः, तत्र रेफः अनन्तरं साक्षात् अनन्तरं नकारः अस्ति, किमपि नास्ति, तथापि नकारस्य स्थाने अणकारः अस्ति, तत्र पूर्णशब्दे णकारः अतः अस्ति यतोहि तस्मात् प्राक् तस्मात् पूर्वं रेफः अस्ति. अवगच्छति वा? न न न अयं नियमः अस्ति, एकस्मिन् शब्दे एकस्मिन् पदे पूर्वं रेफः अस्ति अनन्तरं नकारः अस्ति, नकारस्य स्थाने णकारः भवति इति नियमः. तत्र कारणम् अस्ति रेफः, नकारस्य स्थाने णकारः भवति, तत्र कारणमस्ति किम्? रेफः इति कारणमस्ति. अवगच्छति वा? एकस्मिन् पदे रेफः अस्ति अनन्तरं नकारः अस्ति, नकारस्य स्थाने णकारः भवति इति नियमः अस्ति. द्वयोः अक्षरयोः मध्ये किमपि नास्ति चेदपि भवति. इवन् इफ् देयर् इस् नो लेटर् इन् बिट्वीन् इट् हेपन्स्. एक्साम्पल् इस् पूर्णः, मध्ये किमपि नास्ति तथापि भवति. अस्तु, इदानीं वर्णः, कोऽपि वर्णः अथवा वर्णाः मध्ये सन्ति चेत् तत्र के वर्णाः सन्ति इति प्रश्नः भवति. के वर्णाः, के वर्णः मध्ये स्वरः अस्ति चेत् भवति, नकारस्य स्थाने णकारः भवति, मध्ये स्वरः अस्ति. इदानीं व्यञ्जनमस्ति, किं व्यञ्जनम् इति प्रश्नः अस्ति. कवर्गीयः अथवा पवर्गीयः अस्ति चेत् मध्ये अस्ति चेदपि भवति, किन्तु चवर्गीयः टवर्गीयः तवर्गीयः मध्ये अस्ति चेत् न भवति. तर्हि दन्तकूर्चः, तत्र कूर्चः अस्ति, कूचः ब्रश् कूचः, तत्र तृतीयविभक्तिरूपं किम्? कूर्चः कूचः कूचः तृतीय कूचेन अत्र अणत्वं भवति वा? किमर्थं च अवगतं खलु? अस्तु, इदानीं लक्ष्मी भगिनी अग्रे घटि. घट्या विना सः कुत्रापि न गच्छति. अस्तु, विश्वनाथमहोदय अग्रे. धनेन विना जनाः जीवनं न कुर्वन्ति. अस्तु, विना इति अस्य उदाहरणं सर्वे चिन्तयन्तु. एकं वाक्यं सर्वे, एकं वाक्यं विना, शीघ्रं. रामः लक्ष्मणेन विना जीवनं न करोति. अस्तु अस्तु महोदय. जलेन विना जीवनं नास्ति. समीचीनमस्ति. उपनेत्रेण विना अहं पठितुं न शक्नोमि. समीचीनमस्ति. अन्यत् वाक्यम्? आहारं विनेन. हा, किन्तु तृतीया अस्ति खलु, तृतीया तृतीया. आहारं विना, आहारः तत्र तृतीया करोतु. आहारेण विना जीवितुं न शक्नोमि. जीवितुं न शक्नोमि. अत्र नत्वं भवति वा? आहारे भवति वा? आहारे रेखा रेफा आहार आहारः अस्ति खलु, रेफा अस्ति आहारेण इति भवति. अस्तु, अन्यत् वाक्यं सुमन्य. आधारेण विना स्यूतं न तिष्ठति. कस्य, केन विना? आधारेण. आधारेण विना स्यूतं न तिष्ठति, न तिष्ठति. आधारेण, आधारेण विना स्यूतः न तिष्ठति, तस्य अर्थः कः? विदौट् एनी थिंग इट केनॉट सिट एनीवेयर, इट वोंट बी सपोर्ट. ओ, नाम तस्य आधे, नाम तस्य अधः कुपीटिका हुक् आर सम. ओ, अस्तु अस्तु अस्तु, सर्वे उक्तवन्तः वा? भवति नद्या विना मत्स्याः न सन्ति. समीचीनं, लक्ष्मीभगिनी अग्रे पठतु. अस्तु किमस्ति अग्निः इकारान्तपुल्लिङ्गशब्दः अग्निः अत्र अग्निः किं भवति अग्निना वदतु अग्निना विना ऐन्द्रजालिकः दीपं ज्वालयति समीचीनमस्ति राजशेखरमहोदय इदानीं द्वादशवाक्यं द्वादश ओके शय्या शय्येन विना श्रीलिङ्गशब्दः चिन्तयतु लिङ्गं किं शय्या इस् नपुंसकलिङ्गं कथं नपुंसकलिङ्गशब्दः चिन्तयतु सारि शय्या इस् स्त्रीलिङ्गं निर्धनः निद्रां करोति समीचीनं पुनः वदतु शय्यया विना अपि निर्धनः निद्रां करोति समीचीनं इदानीं आहारेण विना मुनिः जीवति लोकयानेन विना नगरजीवनं न भवति अस्तु समीचीनमस्ति विश्वनाथ महोदय अन्यसहायेन विना एव सः महत् कार्यं साधितवान् समीचीनम् अन्यसाहाय्येन विना एव सः महत् कार्यं साधितवान् अस्माकं कथा अस्ति जातिस्वभावः इदानीं भवती पठति वा अहं पठामि कस्मिंश्चित् वने एकः सिंहः पत्न्या सह वसति स्म कालान्तरे तस्य पत्नी पुत्रद्वयं प्रसूतवती सिंहः प्रतिदिनं मृगान् मारयित्वा मांसम् आनीय पत्नीपुत्रेभ्यः ददाति स्म अस्तु तर्हि अत्र कस्मिंश्चित् वने एकः सिंहः पत्न्या सह वसति स्म वाक्यं स्पष्टमस्ति वा कालान्तरे कस्मिंश्चित् इत्युक्ते एकं वनमासीत् किन्तु वयं किं वनमिति न जानीमः कस्मिंश्चित् वने अस्तु कालान्तरे तस्य पत्नी पुत्रद्वयं प्रसूतवती कालान्तरे इत्युक्ते कालान्तरे इत्युक्ते तत्र कालस्य गमनेन इति वक्तुं शक्नुमः खलु कालस्य गमनेन अथवा कालः व्यतीतः कालस्य गमनेन तस्य पत्नी पुत्रद्वयं प्रसूतवती इत्युक्ते जन्म पुत्रद्वयस्य जन्म जातम् खलु सिंहः प्रतिदिनं मृगान् मारयित्वा अत्र मरणमपि अस्ति मारणमपि अस्ति स्वस्य मरणं भवति अपरस्य मारणं अपरस्य मारणं भवति. एकः पशुः अन्यं पशुं मारयति इति मारयित्वा मांसम् आनीय आनीय कीदृशरूपम् अस्ति ल्याप् किमर्थं ल्याप् अस्ति अत्र उपसर्गः अस्ति कः उपसर्गः आ उपसर्गः अस्ति अतः आनीय पत्नी पुत्रेभ्यः ददाति स्म अत्र पत्नीपुत्रेभ्यः इति प्रायः न जानीमः किन्तु का विभक्तिः स्यात् वचनं अत्र वस्तुतः बहुवचने अस्ति बहुवचने अस्ति चतुर्थी यत्र ददामि यत्र ददामि तत्र चतुर्थी भवति पत्नीपुत्रेभ्यः ददाति स्म. लक्ष्मी भगिनी अग्रे. एकदा सिंहः मृगान्वेषणार्थं वने अटति स्म तत्र सः एकं शृगालशिशुं दृष्टवान्. करुणया तं शिशुम् आनीय पत्न्याः हस्ते दत्तवान्. सा अपि तं शिशुं मारयितुं न इष्टवती अतः तं वात्सल्येन स्वपुत्रम् इव पालितवती. स्वपुत्राभ्यां यथा आहारादिकं ददाति तथा शृगालशिशवे अपि ददाति स्म सा. अतः ते त्रयः अपि परस्परं भेदं न जानन्ति स्म. एवमेव ते प्रवृद्धाः. अस्तु इति अस्ति. एकदा इत्युक्ते एकवारं समीचीनम्. एकवारं सिंहः मृगान्वेषणार्थं वने अटति स्म. स्पष्टमस्ति वा अटनं? भगिनी जानाति अटनं? अटति स्म गच्छति स्म. अटति नाम इतस्ततः गच्छति स्म. इतस्ततः गच्छति स्म. अटति स्म. तत्र सः एकं शृगालशिशुं दृष्टवान्. अत्र शृगालः इति कश्चन पशुविशेषः. करुणया का विभक्तिः अस्ति? तृतीया. किमर्थं? भाववाचकशब्दः. भाववाचकः. करुणया तं शिशुम् आनीय पत्न्याः हस्ते दत्तवान्. सा अपि तं शिशुं मारयितुं न इष्टवती अतः तं वात्सल्येन. अत्र का विभक्तिः अस्ति? किमर्थं? तत्र साधनं तु नास्ति. सः विना इत्यादिकं नास्ति. भावसूचकशब्दः अत्र. वात्सल्येन स्वपुत्रम् इव पालितवती. स्वपुत्राभ्यां यथा आहारादिकं ददाति. अत्र स्वपुत्राभ्याम् इति द्विवचनमस्ति. चतुर्थी द्विवचनं चतुर्थी. यतो हि ददाति खलु, ददाति इति अस्ति. स्वपुत्राभ्यां यथा आहारादिकं ददाति तथा शृगालशिशवे इति शिशुः इत्यस्य का विभक्तिः स्यात्? शृगालशिशवे अपि ददाति स्म सा. शिशवे अभिनवं मया शिशवे का विभक्तिः? किमर्थं? ददाति इति अस्ति. शिशवे इति रूपं वयं न जानीमः किन्तु ददाति अस्ति इति अतः चतुर्थी स्यात् इति मनसि स्यात्. शृगालशिशवे अपि ददाति स्म सा. अतः ते त्रयः अपि परस्परं भेदं न जानन्ति स्म. एवमेव ते प्रवृद्धाः. प्रवृद्धाः नाम तेषां वर्धनं जातं. वर्धनम् एतावता कथायाः अर्थः कः अभिनव महोदय वदतु. कथायाः अर्थः एकदा कस्मिंश्चित् वने एकः सिंहः आसीत्. सः पत्न्या सह वसति स्म. कालान्तरे तस्य पत्नी द्वौ पुत्रौ जन्म ददाति. सिंहः वने मृगान् मारित्वा मांसं पत्नीं पत्न्यान् चतुर्थी विभक्ति. चतुर्थी इत्यस्य तत्र वयं यदि न जानीमः किन्तु एक शोर्ट्कट् अस्ति तत्र एकं तत्र षष्टि प्लस् कृते षष्टि प्लस् कृते तस्य कृते तस्याः कृते पत्न्याः कृते ददाति. एकदा सिंहः वने शृगाल एकं शृगाल शिशुं दृष्ट्वा तं गृहे आनीतवान्. गृहम् आनीतवान्. अनन्तरं किं तस्य शृगालशिशुं पत्नीं ददाति. पत्नीमिति न ददाति. पत्न्याः ददाति. पत्न्याः कृते चतुर्थी यत्र ददाति अस्ति. यत्र यत्र ददाति तत्र द्वितीय न भवितुमर्हति. द्वितीय न भवितुमर्हति. चतुर्थी अथवा षष्टि प्लस् कृते. पुनः वदतु. पुनः वदतु. तस्य शृगालशिष्यं पत्न्याः कृते ददाति. तथा अस्ति. अग्रे अनन्तरं शृगालशिशुं स्वपुत्रीं पुत्रीं पुत्रं पुत्रः इव पालयति. अनन्तरं किम् अभवत् लक्ष्मी भगिनी? सा आहारादिकं ददाति. शृगालशिशुवे अपि ददाति. ते त्रयः परस्परं भेदं न जानन्ति. इत्युक्ते किं स्वपुत्रं द्वे स्वपुत्रं स्वपुत्राः सन्ति. शृगालशिशुः अपि अस्ति. ते त्रयः परस्परं भेदं विना जीवन्ति. नाम भेदः न अवगच्छति इति इत्युक्ते किम् सिंहबालकः किं सिंहबालकः अत्र शृगालबालकः सिंहबालकः अवगच्छति यत् तत्र शृगालबालकः तत्र शृगालशिशुः अन्यजातिशिशुः अस्ति वा न भेदं विना भेदं न जानन्ति. भेदः न जानाति इत्युक्ते सः एव ते त्रयः बालकाः एव न जानन्ति न अवगच्छन्ति यत् एकः शिशुः शृगालशिशुः एकः शिशुः तत्र सिंहशिशुः अस्ति तथा न अवगच्छन्ति. एवम् एव ते त्रयः सत्यम् अस्तु. इदानीं सुब्रह्मण्यं महोदय. कदाचित् ते त्रयः अपि वने अटन्ति स्म तत्र एकः गजः आगतः गजं दृष्ट्वा सिंहपुत्रौ आक्रमणं कर्तुं सिद्धौ तदा शृगालपुत्र भो एष गज अस्माकं कुलस्य शत्रु अतः तस्य पुरतः न गन्तव्यम् इति उक्त्वा ततः गृहं प्रति पलायनं कृतवान् तं दृष्ट्वा निरुत्साहेन सिंहपुत्रौ अपि गृहम् आगतवन्तौ अनन्तरं तौ भ्राता गजं दृष्ट्वा भीत्या पलायनं कृतवान् इति पितरम् उक्तवन्तौ सिंह तत् श्रुत्वा कुपितः सः भवद्भ्यां सिंहकुलस्य एव अपमाननं कृतम् इति पुत्रौ निन्दितवान् अस्तु एतावता अर्थः कः इति पश्यामः कदाचित् ते त्रयः के अपि वने अटन्ति स्म इतस्ततः गच्छन्ति स्म तत्र एकः गजः आगतः गजं दृष्ट्वा सिंहपुत्रौ आक्रमणं कर्तुं सिद्धौ तत्र प्रश्नः अस्ति वा तदा द्विवचने सिंहपुत्रौ द्वौ पुत्रौ द्विवचने अस्ति कर्तुं सिद्धौ अस्ति द्विवचने यतोहि सिंहपुत्रौ तदा शृगालपुत्रः भोः एषः गजः अस्माकं कुलस्य शत्रुः कः वदति शृगालपुत्रः अतः तस्य पुरतः न गन्तव्यम् इति उक्त्वा ततः गृहं प्रति पलायनं कृतवान् इति तं दृष्ट्वा निरुत्साहेन निरुत्साहेन सिंहपुत्रौ अपि गृहम् आगतवन्तौ द्विवचनम् एतत् सर्वं द्विवचने अस्ति अनन्तरं तौ अपि सः तौ ते भ्राता गजं दृष्ट्वा भीत्या इत्यस्य का विभक्तिः किमर्थम् भावः अस्ति भीत्या पलायनं कृतवान् इति पितरम् उक्तवन्तौ पितरमिति पिता इत्यस्य द्वितीया विभक्तिः पितरम् उक्तवन्तौ सिंहः तत् श्रुत्वा कुपितः सः भवद्भ्याम् इति द्विवचनं भवद्भ्यां सिंहकुलस्य एव अपमाननं कृतम् कर्मणि प्रयोगः इति पुत्रौ निन्दितवान् अत्र स्पष्टमस्ति वा चन्द्रशेखरमहोदय तत्र अर्थः कः राजशेखरमहोदय राजशेखरमहोदय तत्र अर्थः कः अतः तस्य पुरतः न अहं वदामि अहं पृच्छामि तस्य भागस्य अर्थः कः सारांशं वदतु अवगच्छति वा न अवगच्छति न अवगच्छ अस्तु तर्हि विश्वनाथ महोदय अवगच्छति वा किञ्चित् वदतु त्रय पुत्र पुत्रः एकदिनं गजहं आगन्तः शुकालः इति उक्तवन्ति उक्तवन्ति गजः शुकालः पुत्रः गजः नकुलस्य शत्रुः उक्तवन्तः उक्तवान् ततः पुरतः आगतवान् गृहे गृहम् आगतवन्तः इति उक्तवान् उक्तवान् अस्तु सन्ध्या भगिनी अग्रे किम् अभवत् शृगालः गृहतः पलायितवान् च सिंहद्वयम् अपि गतवान् शृगालेन सह बृहत् सिंह पुत्र सिंह बृहत् सिंह पुत्र पिता पिता सिंह पृष्टवान् किम् अभवत् सिंहद्वयम् उक्तवन्तः शृगाल भयम् आसीत् अतः गजः समीपे न गतवान् च वयम् अपि न समीपे गतवान् इति अस्ति समीचीनम् अनन्तरं सिंहः अपि न भवन् सिंहः किं पिता किम् उक्तवान् पिता उक्तवान् यत् पुत्रद्वयो सिंहकुलस्य अपमानः कृतः समीचीनं तदेव अस्ति अस्तु तर्हि राजशेखरमहोदय अग्रे पठतु कृपया सिंहि शृगालपुत्रम् एकान्ते उक्तवती भोः पुत्रा पुनः भोः पुत्र पुनः कदापि भवान् भवतः भ्रात्रोः उत्साहभङ्गं मा करोतु इति सिंहि गृहालपुत्रं एकान्तसमये सिंहि उक्तवती गृहालपुत्रं सिंहि उक्तवती भोः पुत्रा पुनः कदापि भवान् भवता भ्रात्रोः उत्साहभङ्गं मा करोतु अग्रे पठतु अग्रे उक्तवती अग्रे तदा तदा कुपितः शृगालपुत्रः उक्तवान् अम्बा किम् अहं शौर्येण अहं शौर्येण रूपेण वा ताभ्यां हीनः किमर्थं तौ माम् उपहसतः इति सिंही मनसि एव हसित्वा तम् उक्तवती अस्तु तदा कुपितः नाम किम् अभवत् अत्र शृगालपुत्रम् एकान्ते उक्तवती भोः पुत्र पुनः कदापि भवान् भवतः भ्रात्रोः अत्र द्विवचनं षष्टि भ्रात्रोः द्विवचनं भ्रात्रोः उत्साहभङ्गं मा करोतु इति अनन्तरं तदा तर्हि किमुक्तवती सा यत् तत् असमीचीनमासीत् शृगालपुत्रः यत् भयमासीत् तस्य अतः भायितवान् सः भायितवान् तत्र तस् समीचीनं नासीत् इति तदा कुपितः शृगालपुत्रः उक्तवान् अम्ब किम् अहं शौर्येण इति शूरः इति यः वीरः अस्ति शूरः अस्ति तस्य भावः शौर्यं तस्य तृतीय शौर्यम् इति शौर्येण रूपेण वा ताभ्यां हीनः ताभ्याम् इति द्विवचने पञ्चमीविभक्तिः अस्ति पञ्चमी भवति यत्र तुलना भवति कम्पेरिसन् तत्र पञ्चमी भवति ताभ्यां हीनः इत्युक्ते न्यूनः खलु हीनः किमर्थं तौ माम् उपहसतः अत्र वर्तमानकालस्य द्विवचनं गच्छति गच्छतः गच्छन्ति उपहसति उपहसतः उपहसन्ति उपहासः माम् उपहसतः इति सिंही इदानीं तदानीं सिंही मनसि एव हसित्वा ताम् उक्तवती अभिनवमय अग्रे शुरोसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक यस्मिन् कुले तमुत्पन्नो गजस्तत्र न हन्यते भवान् शूरः अस्ति भवता विद्याभ्यासः अपि कृतः भवान् सुन्दरः अपि अस्ति तथापि भवान् वस्तुतः शृगालपुत्रः अहं करुणया भवन्तं मम पुत्रमिव पालितवती परन्तु भवन्तः शृगालकुले जातः गजं मारयितुं शक्ताः न भवन्ति भवान् शृगालपुत्रः इति मम पुत्रौ यदि जानीतः तर्हि भवन्तः मारयतः एव अतः तत्पूर्वमेव भवान् इतः गत्वा स्वजातीयैः शृगालैः सह वासं करोतु इति तत् श्रुत्वा शृगालपुत्रः लज्जया ततः गतवान् इति कथा सर्वे शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते शूरः असि शूरः वीरः असि नाम त्वं मध्यमपुरुषः त्वं भगिनि त्वं त्वं मध्यमपुरुषः यथा यथा आप् हिन्दीभाषायाम् आप् इति वदामः खलु भवान् आप् तुं तुं तुं जाओ तुम् इति मध्यमपुरुषः लघु कोऽपि लघु अस्ति खलु तुं तत्र त्वं शूरः त्वं शूरः असि कृतविद्यः अपि अस्ति नाम कृता विद्या येन सह अत्र संयुक्तपदमस्ति कृता विद्या येन सह कृतविद्यः अत्र हि हु हेज़् अकाम्प्लिश्ड् अ लाट् आफ् नालेज् हु हेज़् अक्युमुलेटेड् अ लाट् आफ् नालेज् इस् कृतविद्यः विद्या इत्युक्ते नालेज् खलु कृत नाम डन् ओर् अक्युमुलेटेड् कृता विद्या यस्य सह येन सह येन सह बै द वन् हु हेज़् अक्युमुलेटेड् दट् सो अत्र कृतविद्यः यतोहि तत्र विशेषणं भवति तत्र पुत्रस्य शिकालपुत्रस्य विशेषणं कृतविद्यः असि दर्शनीयः असि पुत्रकः दर्शनीयः वर्दि आफ् बीङ्ग् सीन् प्रौड् आफ् यू इति तादृश अर्थः अस्ति नाम सुन्दरं दर्शनीयः सुन्दरः दर्शनीयः असि पुत्रकः यस्मिन् कुले सप्तमी अस्ति यस्मिन् कुले त्वम् उत्पन्नः उत्पन्नः जन्म स्वीकृतः तर्हि शूरः असि शूरोऽसि कृतविद्यः असि कृतविद्योऽसि दर्शनीयः अस्ति दर्शनीयोऽसि अस्तु सन्धि किं सन्धिः विसर्गसन्धिः विसर्गसन्धिः पुत्रक यस्मिन् कुले इन् विच् फेमिलि इन् दट् फेमिलि इन् विच् यस्मिन् कुले त्वम् उत्पन्नः दट् यु वर् बोर्न् इन् टु त्वम् उत्पन्नः यु वर् बोर्न् इन् टु दट् गजः तत्र न हन्यते बै दट् बै दोस् इन् दट् फेमिलि केन् नाट् किल् एलिफेण्ट्स् अवगतं यस्मिन् कुले त्वम् उत्पन्नो गजस्तत्र न हन्यते यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते इति भवान् शूरः असि शूरः अस्ति भवता विद्याभ्यासः अपि कृतः अत्र दिस् कामणिप्रयोगः भवता कर्मणिप्रयोगः विद्याभ्यासः अपि कृतः भवान् सुन्दरः अपि अस्ति तथापि भवान् वस्तुतः शृगालपुत्रः अहं करुणया भवन्तम् इति शिका विभक्तिः भवन्तं मम पुत्रीमिव पालितवती यदि वयं न जानीमः तथापि वयम् अनुमानं कर्तुं शक्नुमः पालितवती इति शिक्षापदं द्वितीया परन्तु भवतः शृगालकुले जाताः परन्तु भवतः शृगालकुले जाताः ये दोस् हु आर् बोर्न् इन् टु शृगालकुलः जाताः ते गजं मारयितुं शक्ताः न भवन्ति भवान् शृगालपुत्रः इति मम पुत्रौ यदि जानीतः मम पुत्रौ द्वौ यदि जानीतः द्विवचनं जानीतः यदि तर्हि भवन्तं मारयतः एव अतः तत्पूर्वमेव भवान् इतः गत्वा स्वजातीयैः शृगालैः सह तत्र का विभक्तिः वचनं वचनं बहुवचनं वयं जानीमः खलु इदानीं शृगालैः स्वजातीयैः शृगालैः सह वासं करोतु इति. तत् श्रुत्वा शृगालपुत्रः लज्जया ततः गतवान् इति कथा. तर्हि विरमामः. नमस्कारः.